अस्माकं न्यायवर्गे सर्वेषां स्वागतं। तर्हि वयम् इदानीं तत्र ज्ञानविषये स्मः। तत्र ज्ञाने तत्र स्मृतिविषये किञ्चित् स्मृतिलक्षणवाक्यं परिशीलितवन्तः गतसप्ताहे। तदनन्तरम् इदानीं प्रत्यभिज्ञा इति विषयं प्रति गच्छेम। तर्हि अत्र प्रत्यभिज्ञास्वरूपवर्णनं इति भागः सुनील् महोदय भवान् एव आरम्भं करोति वा? प्रत्यभिज्ञास्वरूपवर्णनं संस्कारजन्यत्वे सति ज्ञानत्वं स्वयं चैत्रः इत्याकारकप्रत्यभिज्ञायाम् अधिव्याप्तं। प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारः सहकृतेन इन्द्रियेण जायमानः। तथा हि एतावता वर्णितेषु प्रत्यक्षेषु इन्द्रियाणामेव व्यापारः सन्निकर्षः संयोगः संयुक्तसमवायादिः। घटसंयुक्तस्य चक्षुरिन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः। न हि तत्र संस्कारस्योपयोगः। तत्र घटप्रत्यक्षे केवलमिन्द्रियं व्याप्रियते प्रवर्तते। प्रत्यभिज्ञायां तु संस्कारसहकृतमिन्द्रियं तद् ज्ञानस्य आकारः भवति सोऽयं चैत्रः इति। तत्र द्वौ भागौ स्तः, सः इत्येकः अयमिति अपरः। अत्र संस्कारजन्यत्वे सति ज्ञानत्वं सोऽयं चैत्रः इत्याकारकप्रत्यभिज्ञायाम् अधिव्याप्तं। पूर्वमपि वयं दृष्टवन्तः अत्र संस्कारजन्यः स्मृतिः इति। इदानीम् अत्र तत्र स्मृतिः किम् आसीत्? संस्कारजन्यः इति नास्ति खलु? स्मृतिलक्षणवाक्यं किम् आसीत्? अत्र संस्कारमात्र जनितं स्मृतेः लक्षणम् आसीत्। अतः तत्र तत्र तादृशज्ञानम् अस्ति। अत्र इदानीं सः अयं चैत्रः इति वाक्यं स्वीकुर्मः चेत् तत्र संस्कारजन्यत्वे सति ज्ञानत्वम् इति स्वीकुर्मः अपि चेत् अत्र प्रत्यभिज्ञायाम् अधिव्याप्तिः भवति। इत्युक्ते केवलं संस्कारजन्यत्वं ज्ञानत्वमिति वदामः चेत् अत्र संस्कारेण स्मृतिः भवति, प्रत्यभिज्ञा अपि भवति इति। अतः सहायं चैत्रः इति स्तरे प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारसहकृतेन इन्द्रियेण जायमानः। अतः प्रत्यभिज्ञा इति प्रत्यक्षविशेषः। यदा वयं चक्षुषा पश्यामः तदेव प्रत्यक्षविशेषः इति। संस्कारसहकृतेन इन्द्रियेण जायमानः। अतः संस्कारः अपि अस्ति, इन्द्रियमपि अस्ति अत्र। संस्कारसहकृतेन इन्द्रियेण प्रत्यभिज्ञा जायते। तथा हि एतावता वर्णितेषु प्रत्यक्षेषु इन्द्रियाणामेव व्यापारः सन्निकर्षः संयोगः संयुक्तसमवायादिः। अत्र प्रत्यक्षमिति अत्र वर्णितमस्ति। अत्र तस्मिन् प्रत्यक्षे इन्द्रियाणामेव व्यापारः अस्ति। इत्युक्ते अत्र यदा प्रत्यक्षमिति वदामः चेत् अत्र इन्द्रियद्वारा एव प्रत्यक्षः भवति। अतः एतादृशव्यापारेण एव भवति। एषः व्यापारः सन्निकर्षः इति वदामः। अत्र अत्र संयोगः संयुक्तसमवायादिभिः अपि अत्र सन्ति. तत्र संयोगः संयुक्तसमवायः इत्युक्ते तत्र इति सम्बन्धः खलु, इत्युक्ते तत्र यदा प्रत्यक्षेन ज्ञानं भवति, घटः अस्ति चेत् अहं यदा घटं पश्यामि तत्र घटेन सह संयोगसम्बन्धः, इन्द्रियस्य संयोगः, चक्षु इन्द्रियघटसंयोगः भवति इति कृत्वा तत्र सः संयोगः एव सन्निकर्षः इति व्यापारः, तेन प्रत्यक्षज्ञानं भवति. संयुक्तसमवायः कदा भवति इति वक्तुं शक्नोति वा? संयुक्तसमवायः इत्युक्ते यदा वयं घटं पश्यामः अथवा घटरूपं पश्यामः तस्मिन् समये रूपं चक्षुषा गृह्णाति, अतः तत्र संयुक्तसमवायः इति भवति. सम्यक् महोदय. न हि तत्र संस्कारस्य उपयोगः, अतः अत्र प्रत्यक्षविषये वदामः, अत्र संस्कारस्य आयोजनं किमपि नास्ति. तत्र घटप्रत्यक्षे केवलमिन्द्रियं व्याप्रियते, प्रवर्तते. अतः घटं पश्यामि इति तस्मिन् स्थले अत्र इन्द्रियेण एव कार्यं भवति, अतः केवलम् इन्द्रियमेव अत्र प्रवर्तते इति. प्रत्यभिज्ञायां तु संस्कारसहकृतम् इन्द्रियम्, अत्र प्रत्यभिज्ञास्थले संस्कारेण सह अत्र इन्द्रियं प्रवर्तते. तद् ज्ञानस्य आकारः भवति सोऽयं चैत्रः इति. अतः प्रत्यभिज्ञायां वाक्यस्य घटना एवं भवति सः अयं चैत्रः इति. तत्र द्वौ भागौ स्तः, सः इति एकः भागः, अयम् इति अन्यः भागः. अग्रे पठामि वा? पठतु. तत्र चित्रं किञ्चित् निरूपयित्वा अग्रे. अतः अत्र चित्रम् अस्ति, सः इति एकः भागः, अयमिति, द्वयमपि चैत्रं सूचयति. सः इति तद्देशकालविशिष्टः, अयमिति एतद्देशकालविशिष्टः. अतः तद्देशकालः इत्युक्ते पूर्वकालं सूचयति. एतद्देशकालः इत्युक्ते अस्मिन् कालस्य एव सूचना अस्ति अत्र. अतः सः इत्युक्ते पूर्वं दर्शितं चैत्रम्, अथवा पूर्वं दृष्टं चैत्रम् इदानीं पश्यामः. अतः अत्र एषः सः अयं चैत्रः इति ज्ञानं मनसि भवति. तर्हि तत्र कः भागः संस्कारेण उत्पन्नः, कः प्रत्यक्षेण? अत्र सः इति संस्कारेण आगच्छति, अयम् इति प्रत्यक्षेण. उत्तमम्. तद्वयमपि चैत्रं सूचयति. यदा द्वयोः मेलनं भवति तदा एव प्रत्यभिज्ञा इति ज्ञानं. अग्रे महोदय. विष्णुगुप्तेन पाटलीपुत्रे कार्तिकमासि चैत्रः अवलोकितः, तदानीं प्रत्यक्षं कीदृशं भवेत्? चैत्रः सम्प्रति कार्तिकमासि इह पाटलीपुत्रे अस्ति. प्रत्यक्षे अस्मिन् चैत्रः विशेष्यविद्या भासते. तस्मिन् कार्तिकमासनिष्ठत्वं. हरि ओं शृण्वन् महोदय, मध्ये किञ्चित् भग्नः जातः, पुनः तत्र चैत्रः सम्प्रति इत्यस्मात् पठतु. चैत्रः सम्प्रति कार्तिकमासि इह पाटलीपुत्रे अस्ति. प्रत्यक्षेऽस्मिन् चैत्रः विशेष्यविधया भासते. तस्मिन् कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च प्रकारविधया भासते. अत्र विष्णुगुप्तेन पाटलीपुत्रे कार्तिकमासी चैत्रः अवलोकितः. इदानीं विष्णुगुप्तः इति कश्चन जनः पाटलीपुत्रम् इति देशः पाटलीपुत्रे कार्तिकमासी इति कालं सूचयति चैत्रं दृष्टवान्. तदानीं प्रत्यक्षं कीदृशं भवेत्, अतः अत्र कीदृशः प्रत्यक्षविषयः इति. चैत्रः सम्प्रति कार्तिकमासी इह पाटलीपुत्रे अस्ति. चैत्रः पाटलीपुत्रे पुत्र स्थले अस्ति, अनन्तरं कार्तिकमासे अपि अस्ति. तत्र द्वयमपि अत्र कालस्य च स्थलस्य सूचना अस्ति. देशस्य देशस्य सूचना अस्ति. चैत्र इति वदनेन एक पुरुषः न, अथवा चैत्रमासः? अत्र चैत्रः इति पुरुषः इति. पुरुषः अस्ति. प्रत्यक्षेस्मिन् चैत्रः विशेष्य विधया भासते. अत्र विष्णुगुप्तः चैत्रं प्रत्यक्षेण पश्यति, परन्तु अत्र सः विशेष्य विधया अत्र अस्ति. इत्युक्ते अत्र कार्तिकमासि पाटलीपुत्रे इति द्वयमपि अस्ति इति कारणेन. न न एकक्षणं महोदय, तत्र विशेषविधया इत्युक्ते किम्? इत्युक्ते चैत्रस्य विशेषणं भवति पाटलीपुत्रे कार्तिकमासी इति. एवं वा? हा, परन्तु इतोपि किञ्चित् वक्तव्यं खलु. तत्र वयं तत्र विशेषविधया इत्युक्ते तत् प्रत्यक्षम् इति किं? प्रथमं प्रत्यक्षम् इति ज्ञानं ज्ञानम् अहम् अत्र चैत्रः इति विशेष्यः किल अत्र महोदय. क्षम्यतां, श्रूयते वा? हा, इदानीं श्रूयते. हा, चैत्रः इति विशेष्यः. अतः तत्र विशेषः इति तत्र इतोपि तत्र विशेष तत्र विशेषः इति कीदृशः इत्युक्ते ज्ञानस्य विषयः इति वदामः खलु, ज्ञानमिति सः विषयकपदार्थः इति ज्ञानस्य विषयः. तर्हि विषयविशेष्योः कः सम्बन्धः? सः चैत्रः इति विशेषः न? एकक्षणं भगिनि, एकक्षणं, किञ्चित् प्रतीक्षां करोतु. सुनील् महोदय, भवान् वदतु. अत्र विषयः ज्ञानम् इति ज्ञानस्य विषयः अस्ति इति वयं जानीमः, अत्र विशेष्यः इति अस्ति, तर्हि तयोः कः सम्बन्धः इदानीम्? अत्र चैत्रः एव विषयः, परन्तु अत्र विशेषणेन चैत्रं सूचयति. तत्र परन्तु इति आवश्यकं नास्ति, अपि च चैत्रः इत्युक्ते विशेषणम् इति विषयः नास्ति वा तर्हि? इत्युक्ते अत्र अत्र रामप्रिया भगिनी भवती आगतवती खलु? आम् आम् आम् भगिनी, भवती अत्र किञ्चित् साहाय्यं कर्तुं शक्नोति वा? अत्र पाटलीपुत्रे चैत्रविषयकज्ञानं इति वक्तुं शक्नुमः किल? अत्र एकक्षणं, घटः भूतलं घटवत् इति वयं पूर्वं दृष्टवन्तः. अत्र ज्ञानं कथं भासते? भूतलं घटवत् इत्युक्ते तत्र भूतलम् इति विशेष्यं, घटवत् इति विशेषणं, प्रकारता इति घटवत् इति प्रकारता प्रकार कटवत् इत्युक्ते प्रकारता. न न न एकक्षणं, तत्र कः प्रकारता घट भूतलम् इति विशेष्यं, विशेष्ये विशेष्यता अस्ति खलु. तर्हि इदानीं प्रकारता वा प्रकारः वा प्रथमं? घटवत् इति प्रकारः, घटे प्रकारता अस्ति. हा तर्हि तत्र कः प्रकारः? घटे प्रकारता अस्ति, बहु सम्यक्. तर्हि प्रकारः कः? घटवत् न घटः एव खलु, घटः एव घटः इति प्रकारः. अपि च तृतीयं किं तत्र ज्ञानमपि अस्ति किल? न एतदेव ज्ञानस्य विषयः एव खलु एतत् त्रयमपि. तर्हि अत्र विशेष्यः प्रकारः अपि तृतीयं किं? प्रकारता भूतल घटवत् सो भूतले घटमस्ति तस्मै सो भूतलं घटवान् सो संयोग अस्ति भूतले घटं मध्ये सो संस्कृतात् संयोग संसर्गः तयोः मध्ये यः संयोगः इति सम्बन्धः अस्ति सः संसर्गः इति तत्र विषयत्रयं ज्ञाने वर्तते खलु. ज्ञानस्य वर्तते सो प्रकारता संस्कारता विषयता निरूपति विषयिता आधारज्ञानं सत्यं. सो अत्र अस्ति चैत्रः, चैत्र भवति विषयं ज्ञान ज्ञानस्य विषयं पाटलिपुत्र निष्ठ प्रकारता अपि कार्तिकमासिकनिष्ठप्रकारता चैत्रे अस्ति किन्तु चैत्रनिष्ठविशेषता निरूपति ज्ञाननिष्ठविषयिता. तत्र तत्पूर्वं तत्र प्रथमं चैत्रे विशेष्यता अस्ति खलु इत्युक्ते विषयता अपि अस्ति परन्तु विशेषतः विशेष्यता इति अस्ति चैत्रे. अपि च चैत्रः अपि ज्ञानस्य विषयः, पाटलिपुत्रनिष्ठत्वं कार्तिकमासनिष्ठत्वम् इति अपि ज्ञानस्य विषयः. पाटलिपुत्रनिष्ठत्वे अपि च कार्तिकमासनिष्ठत्वे तयोः प्रकारता अस्ति, चैत्रे विशेष्यता अस्ति इति तत्र तदेव चित्रे अपि दर्शितमस्ति. अस्तु भगिनि, तर्हि भवती एव अग्रे पठति वा? अस्तु, मम सहचारि नास्ति अत्र. अस्तु, तेन तेन च प्रत्यक्षात्मेन प्रत्यक्षात्मकेन ज्ञानेन पूर्वोक्तरीत्या संस्कारः उत्पद्यते, ततः अनुभवः नश्यति. कालानन्तरेण प्रयागक्षेत्रे माघमासे पुनरपि विष्णुगुप्तस्य चैत्रेण सह चक्षुः सन्निकर्षः जातः. तर्हि केवलेन सङ्कर्षेण कीदृशं प्रत्यक्षं भवेत्? चैत्रः माघवृत्तित्वान् प्रयागवृत्तित्ववाञ्च, परन्तु इह न केवलम् इन्द्रियम् अस्ति. तावत्पर्यन्तं प्रथमं वदतु. तेन च प्रत्यक्ष आत्मकेन ज्ञानेन पूर्वोक्तरीत्या संस्कार उत्पद्यते. तेन च इत्युक्ते विश्वगुप्तेन प्रत्यक्षेन चैत्रस्य प्रत्यक्षेन ज्ञान पूर्वं दृष्टवान् पाटलिपुत्रकार्तिके मासे तत् स्मृति संस्कार भवति तत् संस्कार. न न भगिनि, अत्र अत्र विष्णुगुप्तेन इति इति नास्ति इति चिन्तयामि. तत्र ज्ञानेन इत्युक्ते प्रत्यक्ष आत्मकेन, तेन प्रत्यक्ष आत्मकेन ज्ञानेन यदा इदानीं तत्र प्रत्यक्षज्ञानं विष्णुगुप्त तस्य भवति विष्णुगुप्तेन यदा चैत्रः दृष्टः तर्हि ज्ञानेन संस्कारः इति इत्युक्ते अनुभवः इति ज्ञानं भवति खलु अनुभवेन संस्कारः जायते इति पूर्वं वयं दृष्टवन्तः तर्हि अनुभवसंस्कारः भवति तस्य आत्मनि संस्कारः उत्पद्यते ततः अनुभवः नश्यति ज्ञानं चरात्मक भवति तस्य अनन्तरं अनुभवस्य नश्यं जातः कालान्तरेण प्रयागक्षेत्रे माघमासे पुनरपि विष्णुगुप्तः चैत्रेण सह चक्षुसन्निकर्षः जातः पुनः कञ्चित् समयानन्तरं प्रयाग इदानीं प्रयागक्षेत्रे अन्यदेशे अन्यकाले माघमासे विष्णुगुप्तः पुनः चैत्रेण सह दृष्टवान् तस्य सम्पर्कं भवति चक्षुषा सङ्कृष जात मीन्स् इन्द्रेण सह तस्य संयोगः भवत् अभवत् तर्हि केवलेन सङ्कर्षणेन कीदृशं प्रत्यक्षं भवेत् इदानीं चक्षुसंयोगः यः चैत्रस्य चक्षुसंयोगः अभवत् तस्य प्रत्यक्षं कीदृशमस्ति मीन्स् कीदृशं ज्ञानमस्ति चैत्र माघवृत्तित्वान् प्रयागवृत्तित्वश्च इत्युक्ते यदा माघकाले सः चैत्रं दृष्टवान् सो चैत्र भवति काल माघवृत्तित्वनिष्ठ विष्णुगुप्तः ज्ञानं रैट् माघ क्षम्यतां भगिनि पुनः वदतु भगिनी हरि ओं श्रूयते हा इदानीं श्रूयते हा वदतु भगिनि अस्तु अस्तु कालनिष्ठ माघवृत्तिनिष्ठ प्रकारता निरूपति ज्ञाननिष्ठ किं भवति विषयतानिष्ठज्ञानम् अस्तु सो भवती माघवृत्तिवान् इति भवति न न मा एकक्षणं तत्र चैत्रः माघवृत्तित्ववान् खलु न तु माघवृत्तिवान् तर्हि माघवृत्तित्ववान् हा चैत्रे माघवृत्तित्वमस्ति इत्युक्ते चैत्रः तत्र पाटलिपुत्रनिष्ठत्वम् इति आसीत् खलु तदेव अथवा कार्तिकमासनिष्ठत्वं निष्ठत्वम् इत्युक्ते वृत्तित्वम् इत्युक्ते तत्र वृत्ति इत्युक्ते आदेयः खलु तर्हि चैत्रे चैत्रः माघमासे अस्ति इति कृत्वा चैत्रे माघवृत्तित्वम् अस्ति तर्हि चैत्रः माघवृत्तित्ववान् तद्वत् तथैव प्रयागवृत्तित्वम् अस्ति देशनिष्ठः चैत्र भवति प्रयागवृत्तित्वान् अपि अस्तु परन्तु इह न केवलम् इन्द्रियम् अस्ति तेन सह आत्मनि संस्कारो अपि अस्ति तत् अनुभव न केवलम् इन्द्रियेण स भवति किन्तु पूर्वसंस्कारः अपि अस्ति हा हा परन्तु अनुभवः नास्ति खलु प्रत्यपिज्ञा इति विषयः तत्र यदा सोऽयं देव इदानीं तत्र सोऽयं चैत्रः इति आकारः खलु तर्हि तत्र सः इति भागः पूर्वं यदा पाटलिपुत्रे कार्तिक मासि चैत्रः आसीत् तदा विष्णुगुप्तेन सः चैत्रः दृष्टः इति सः भागः सः इति भागः तेनागतः इत्युक्ते पाटलिपुत्रनिष्ठत्वेन अपि च कार्तिकमासनिष्ठत्वेन इति तत्तु संस्कारेण जन्यमानः इदानीं सः प्रयागक्षेत्रे अस्ति अपि च माघमासि त तर्हि मार्गवृत्तित्वम् अपि च प्रयागवृत्तित्वं तु इन्द्रियेण तस्य ज्ञानम् अभवत्। तर्हि इदानीं यः इन्द्रियेण यत् प्रत्यक्षज्ञानं भवति तेन सह आत्मनि संस्कारः अपि अस्ति। संस्कारे चैत्रे पाटलीपुत्रवृत्तित्वं कार्तिकमात्रवृत्तित्वं च विषय यथा इदानीं भवती उक्तवती चैत्रे पूर्वं पाटलीपुत्रवृत्तित्वं कार्तिकमासवृत्तित्वम् इति विषय आत्मनि अस्ति। सम्प्रति सङ्कर्षः चैत्रे प्रयागमासयोः च वर्तते इति उभाभ्यां मिलिताभ्याम् अयं चैत्र इति प्रत्यक्षं भवति। इदानीम् इन्द्रियसन्निकर्ष प्रयागवृत्तित्वम् अपि माघमासवृत्तित्वमिति मिलित्वा पूर्व पाटलीपुत्रवृत्तित्वं कार्तिकमासवृत्तित्वं संस्कारं मिलित्वा तस्य प्रत्यक्षं ज्ञानम् आगच्छति मिलित्वा संस्कार अनुभवतयोः मिलनं प्रत्यक्षं ज्ञानम् उत्पद्यते तस्य मनसि। सः इत्यंशः पाटलीपुत्रकार्तिकमासवृत्तिचैत्रं बोधयति। इदानीं कार्तिकी मास अन्य अस्ति रै ओ नो पूर्वस्य सः इत्यंशः पाटलीपुत्रकार्तिकमासवृत्तिचैत्रं बोधयति। इदानीं अयं सः अयं चैत्र प्रत्यक्षं ज्ञानम् अस्ति। इदानीं पूर्वपाटलीपुत्र कार्तिकमासवृत्तित्वं चैत्रम् इति संस्कारद्वारा बोधयति। अयम् इति अंशः प्रयागमाघमस्वृत्ति चैत्रं बोधयति। इदानीं प्रत्यक्ष इन्द्रियसन्निकर्षः प्रयागमास वृत्तित्वम् इति चैत्रं बोधयति। इदम् अंशद्वयं चैत्र अवगाहमानं ज्ञानं प्रतिभिज्ञा इति शास्त्रे प्रसिद्धितम्। सो अत्र संस्कार अपि इन्द्रियसङ्कर्षद्वयोः मेलने सह मेलनेन सह य अभिज्ञा भवति तद् भवति प्रत्यभिज्ञा इति तत्र भागद्वयमस्ति। सः इति भागः सः इति भागः संस्कारेण जायते, अयम् इति भागः प्रत्यक्षेण मिलित्वा प्रत्यभिज्ञा इति ज्ञानं उत्पन्नं। म्यूट् करोमि। अस्तु भगिनि, अग्रे शुकोन महोदय भवान् पठति वा? अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतं, परन्तु तस्य संस्कारोऽपि जनकः इति केवलेन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इत्याकारात् भेदः। प्रकृतलक्ष्यभूता स्मृतिस्तु केवलेन संस्कारेण जायते इति ततोपि प्रत्यभिज्ञाविलक्षणा। ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः, अतः तद्वारणाय मात्रपदनिवेशः। प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वस्यापि सत्त्वात् न अतिव्याप्तिः इति अत्र अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम् इति अस्य इत्युक्ते अत्र प्रत्यभिज्ञायां प्रत्यभिज्ञायाः इन्द्रियजन्यत्वात् तत् एकविधप्रत्यक्षमेव विशिष्टप्रत्यक्षमेव इति न्यायशास्त्रे अङ्गीकारमस्ति। प्रत्यक्षत्वस्य प्रत्यभिज्ञायाः प्रत्यक्षत्वस्य अङ्गीकारमस्ति, परन्तु तस्य संस्कारोऽपि जनकः इति केवल इन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इत्याकारः इत्याकारात् भेदः। किन्तु इदानीं प्रत्यभिज्ञा यद्यपि प्रत्यभिज्ञायां प्रत्यक्षत्वम् अस्ति, किन्तु तत्र भूतले भूतलं घटवत् इति यावत् तत्र तादृशप्रत्यक्षत्वं नास्ति. किमर्थम् इत्युक्ते भूतले घटवत् इत्यत्र केवलम् इन्द्रियेण एव तद् ज्ञानं प्राप्तं, किन्तु प्रत्यभिज्ञायां केवल इन्द्रियजन्यत्वम् एव नास्ति किन्तु संस्कारजन्यत्वम् अपि अस्ति इति कृत्वा तत्र केवल इन्द्रियजन्यप्रत्यक्षात् प्रत्यभिज्ञा भिद्यते इति एकं. प्रकृतलक्ष्यभूता स्मृतिस्तु केवलेन संस्कारेण जायते इति ततोपि प्रत्यभिज्ञा विलक्षणा. इदानीम् अस्माकं प्रकृतविषयः तु स्मृतिः. स्मृतिस्तु संस्कारमात्रजन्यम् इति लक्षितमस्ति. तत्र यद् ज्ञानं केवलं संस्कारेण जायते तत् स्मृतिः. प्रत्यभिज्ञा तु केवलसंस्कारेण जायते इति न वक्तुं शक्यते. तत्र प्रत्यक्षत्वस्य प्रत्यक्षस्य आवश्यकता अपि अस्ति इति कृत्वा स्मृत्या अपि प्रत्यभिज्ञा भिद्यते. ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः. संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतः यत्र यदा स्मृतेः लक्षणं संस्कारमात्रजन्यम् इति वदति वदामश्चेत् तत्र न तत्र महोदय तत्र संस्कारमात्रजन्यं नास्ति खलु. संस्कारजन्यत्वं मात्र उक्तौ इत्युक्ते तत्र मात्रपदस्य केवलम् इति अर्थः. तर्हि केवलं संस्कारजन्यत्वम् इति वदामः चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. तर्हि अतः अग्रे अस्ति तद्वारणाय. आमाम् आम्. अतः तत्र संस्कारजन्यत्वमात्रोक्तौ इत्युक्ते यदि स्मृतेः लक्षणं संस्कारजन्यत्वम् इति वदामश्चेत् केवलं संस्कारजन्यत्वम् इति वदामश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते प्रत्यभिज्ञा अपि संस्कारेण जायते इति कृत्वा. अतः तद्वारणाय मात्रपदनिवेशः इति मात्रपदं निवेशितम् अस्ति स्मृतेः लक्षणे. इदानीं प्रत्यभिज्ञायाम् इन्द्रियस्य इन्द्रियजन्यत्वस्यापि सत्वात् न अतिव्याप्तिः. तत्र लक्षणस्य दोषत्रयम् इति आरम्भे दृष्टवन्तः खलु. अलक्ष्ये लक्षणं भवति चेत् तर्हि तत्र अतिव्याप्तिः इति इत्युक्ते इदानीम् अलक्ष्ये लक्षणस्य व्याप्तित्वं भवति चेत् इत्युक्ते इदानीं यदा स्मृतिलक्षणं वदामः परन्तु स्मृतिलक्षणं प्रतिभिज्ञायामपि प्रत्यभिज्ञामपि लक्ष्यति चेत् तत्र अतिव्याप्तिः इति दोषः. हा, प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वस्यापि सत्वात् न अतिव्याप्तिः इत्युक्ते अत्र यदा वयं गतकक्षायां दृष्टवन्तः तत्र मात्रपदनिवेशनेन इन्द्रियम् एव सूचितं खलु. इन्द्रियं नास्ति इति, इन्द्रिय अजन्यत्वम् इति सूचितम्. तर्हि परन्तु प्रत्यभिज्ञायां तु इन्द्रियजन्यत्वम् अस्ति इति कृत्वा तत्र अतिव्याप्तिः नास्ति. यतोहि तत्र मात्रपदं निवेशितम् अस्ति, प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वम् अस्ति इति कृत्वा इदानीं संस्कारजन्यत्वे यः क्षम्यतां स्मृतेः लक्षणवाक्यं यदस्ति तत् प्रत्यभिज्ञायाम् अतिव्याप्तिः तस्य न भवति इति. हा, तदेव मया चिन्तितं. संस्कार नास्ति, स्मृतेः लक्षणे अतिव्याप्तिः न भवति, प्रत्यभिज्ञायाम् अतिव्याप्तिः न भवति. किमर्थम् इत्युक्ते प्रत्यभिज्ञायाम् इन्द्रियस्य इन्द्रियजन्यत्वम् अपि अस्ति इति कृत्वा. सत्यम्. अस्तु, पूर्वदर्शितरीत्या मात्रपदेन इन्द्रियमेव निवार्यम्. संस्कारभिन्नानाम् आत्ममनः संयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात् तथा च संस्कारजन्यत्वं संस्कार इतर अजन्यत्वं ज्ञानम् इति त्रीणि दलानि लभ्यन्ते. अतः अत्रापि रूपलक्षणवदेव एकस्य दलस्य द्वयोः दलयोः वा लक्षणत्वे दोषान् ज्ञात्वा त्रयाणामपि दलानाम् आवश्यकत्वं विदां कुर्वन्तु. इहापि पूर्वदर्शितरीत्या मात्रपदेन इन्द्रियम् एव निवार्यम्. तत्र स्मृतेः लक्षणे संस्कारमात्रजन्यत्वम् इति अस्ति. इदानीं मात्रपदेन किं निवारितम् इत्युक्ते केवलम् इन्द्रियमेव, इन्द्रियजन्यत्वमेव निवारितं तत्र. किमर्थमित्युक्ते संस्कारभिन्नानाम् आत्ममनसंयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात् इति अस्ति. तत्र यदा अत्र स्मृतेः लक्षणे संस्कारमात्रजन्यं ज्ञानम् इति ज्ञानमिति दलमपि अस्ति. यदा ज्ञानम् इति दलम् आगतं तदा आत्मा किमर्थमित्युक्ते आत्मनः आवश्यकता अस्ति. आत्मा एव अधिकरणं भवति ज्ञानम् इति गुणस्य इति कृत्वा. अपि च आत्ममनसंयोगः तदपि भवेत् इति ते अपि तानि अपि कारणानि इति कृत्वा तत्र तेषां निवारणं कर्तुम् अशक्यं भवति इति कृत्वा तत्र केवलं मात्रपदेन इन्द्रियजन्यत्वमेव निवारितं, न तु आत्ममनसंयोगादिकारणानि न निवारितम् अस्ति इति तत्र अत्र दत्तमस्ति. तथा च संस्कारजन्यत्वम् इति एकं दलं, संस्कार इतर अजन्यत्वम् इति द्वितीयं दलं, ज्ञानत्वम् इति तृतीयं दलम् इति अत्र संस्कारमात्रजन्यज्ञानं स्मृतिः इति स्मृतेः लक्षणे त्रीणि दलानि लभ्यन्ते. तत्र एकैकं दलं त्यजामश्चेत्, नो चेत् दलद्वयं त्यजामश्चेत् तत्र कुत्र अतिव्याप्तिः भवति, अव्याप्तिः भवति इति वयमेव अस्माभिः एव चिन्तनीयम् इति अस्ति. सम्यक् महोदय. तर्हि अग्रे पुष्पा भगिनी पठति वा? आं भगिनि. आधाराधेयभावः ज्ञानं विना अपि भवति, तद्भिन्नं ज्ञानम् अनुभवः, स द्विविधः यथार्थो अयथार्थश्रेति एकः च एति इति एकक्षणं तावत्पर्यन्तं तत्र तद्भिन्नं करोमि, प्रयत्नं करोमि. अस्तु, अत्र तद्भिन्नम् इत्युक्ते किं? तद्भिन्नं तत्र तत् इत्युक्ते किं? ज्ञानम् अनुभवः तद्भिन्नं प्रत्यभिज्ञा न न न स्मृति खलु, स्मृतिः इति अस्माकं प्रकृतविषयः. आधारादेयभावः ज्ञानं विना अपि भवति, तद्भिन्नं ज्ञानम् अनुभवः इत्युक्ते तत्र ज्ञानं द्विविधः इति आरम्भे वयं दृष्टवन्तः. स्मृतिः इति अनुभवः इति एकः, स्मृतिः इति अपरः इति. प्रथमं स्मृतिः इति विषये वयं दृष्टवन्तः. द्वितीयप्रकारकं प्रकारकं ज्ञानम् अस्ति अनुभवः इति, तदेव तद्भिन्नं ज्ञानम् अनुभवः इति. सद्विविधः न न सद्विविधः इत्युक्ते किम्? अनुभवः द्विविधः. उत्तमं. यथार्थो अयथार्थः च इति इत्युक्ते यथार्थो अयथार्थः तत्तु यथा यथा न न न न न इदानीं सः द्विविधः इति दृष्टवन्तः खलु. द्विविधः कः इत्युक्ते यथार्थः इति एकः अयथार्थः. तत् अर्थं न जानामि, त्वं विवरणं तद्वति तद्वति ओके तद्वति तत्प्रकारको अनुभवः यथार्थः तद्वति यथा ओके यथा रजते इदं रजतम् इति ज्ञानं रजते इदं रजतं स एव प्रमा इति उच्यते इति अर्थः अस्तु तद्वति इति अर्थं न जानामि तद्वति हा तत्र अग्रे आगच्छति यथार्थज्ञानस्य विषये अग्रे अधिकं पठेम तत्र संक्षिप्तरीत्या वदामः चेत् तत्र तद्वति तत्प्रकारकः अनुभवः यथार्थः इत्युक्ते यद् यथा अस्ति तस्य तादृशज्ञानमेव भवति चेत् इत्युक्ते अत्र अस्ति खलु यथा रजते इदं रजतम् इति ज्ञानम् यदा अस्माकं पुरतः रजतम् अस्ति तद्दृष्ट्वा इदं रजतम् भगिनि एकक्षणं क्षम्यतां भगिनि यदा अहं वदामि मध्ये किञ्चित् मा वदतु तर्हि मम किञ्चित् क्लेशः भवति क्षम्यतां हा तर्हि तत्र यदा अस्माकं पुरतः रजतम् अस्ति चेत् तद्दृष्ट्वा रजतः अस्ति चेत् तद्दृष्ट्वा रजतं दृष्ट्वा इदं रजतम् इति ज्ञानम् इत्युक्ते रजते तद्वति इदं रजतं तत्प्रकारकं ज्ञानम् उत्पद्यते चेत् तस्य नाम अस्ति यथार्थः इति यथार्थज्ञानस्य एव अपरनाम अस्ति प्रमा इति इत्युक्ते यद् यथा अस्ति तत् तस्य ज्ञानं तथैव भवति चेत् इति प्रमा इति तस्य ज्ञानं तस्य ज्ञानस्य नाम प्रमा अस्तु अस्तु अस्तु प्रकारकः अनुभवः अस्तु अस्तु रामप्रिया भगिनी भवती अग्रे पठति वा आं भगिनि स्मृतिरूपं कार्यं लक्षयित्वा कारणं लक्षयति तत् भिन्नम् इति स्मृतिभिन्नं ज्ञानम् इति अर्थः अनुभवश्च इन्द्रियादिप्रमाणजन्यः संस्कारनिरूपणे दर्शितः तदेव विद्यामः स इति यः पदार्थः यत्र वर्तते तं तत्र अवगाहते विषयीकरोति यः अनुभवः स यथार्थः अत्र वयं प्रथमं स्मृतिविषये दृष्टवन्तः तद् लक्षयित्वा इदानीं वयं तस्य कारणं स्मृतेः कारणम् अनुभवः तस्य लक्षणं तस्य लक्षणस्य निरूपणं कुर्मः तदेव तद्भिन्नम् इति अस्ति अनुभवः तद्भिन्नं स्मृतेः भिन्नं स्मृतिभिन्नं ज्ञानम् इति अर्थः स्मृतेः भिन्नम् अनुभवः तदपि ज्ञानम् इति अर्थः अस्ति अनुभवश्च इन्द्रियादिप्रमाणजन्यः संस्कारनिरूपणे दर्शितः यदा वयं संस्कारस्य निरूपणं कृतवन्तः तत्र वयं दृष्टवन्तः तत् अनुभवः तु इन्द्रियेण जन्यः इति तदेव विद्यामः स इति यदा वयं तस्य सूचनां कुर्मः तदेव इन्द्रियविषये एव किल तत् हा एकक्षणं तत्र स इति कुत्र अस्ति तत्र स द्विविधः लक्षणवाक्ये अस्ति खलु तद्भिन्नम् इति प्रथमवाक्यं तदनन्तरं स इति अस्ति खलु स इति किं सूचयति इत्युक्ते अनुभवः अनुभवं सूचयति सः अनुभवः यः पदार्थः यत्र वर्तते तं तत्र अवगाहते विषयीकरोति यः अनुभवः स यथार्थः अस्तु अनुभवस्य विषये एतत् अवगाहते इत्युक्ते विषयीकरोति इति. यः पदार्थः इत्युक्ते यदा वयं रजतम् इति पदार्थः इत्युक्ते रजतम् इति स्वीकुर्मः चेत् तत्र एव रजतत्वम् इति एव किल आम् तद्वति रजतत्वम् इति यत् विषयीकरोति सः एव अनुभवः इत्युक्ते इदानीं रजतम् अस्ति चेत् इदं रजतम् इति ज्ञानं रजतं रजतत्वं तयोः मध्ये विद्यमानः समवायसम्बन्धः खलु संसर्गः इति त्रयम् अपि अवगाहते तज्ज्ञानम् इति तथा यदा भवति रजतम् अस्ति चेत् रजते तत्सर्वं तत्त्रयमपि अवगाहते चेत् तज्ज्ञानम् अवगाहते चेत् तादृशज्ञानं अनुभवः इति वदामः क्षम्यतां तादृशज्ञानं यथार्थः इति तादृश अनुभवज्ञानं पुष्पा भगिनी क्षम्यतां किञ्चित् म्यूट् करोति वा तद्वैविध्यमाः इति वदनेन किं किम् अर्थं रामप्रिया भगिनी वदति वा तद्वैविध्यम् इत्युक्ते यदा अनुभवः द्वैविध्यं यथार्थ अयथार्थ द्वैविध्यम् अग्रे पठतु भगिनि अयम् आशयः दीपिका दृष्टान्तेन ज्ञानस्य प्रकाशत्वं वर्णितम् एव तेन च ज्ञानेन विषयता निरूप्यते यस्मिन् पदार्थे सा विषयता सः ज्ञानस्य विषयः न अन्यः इति च ब्रूमः सा च विषयता त्रिविधा प्रकारता संसर्गता विशेष्यता च इति प्रकारतादयः पदार्थाः ज्ञाने सति सत्येव भवन्ति यदा वयं पूर्वं दृष्टवन्तः दीपिका दृष्टान्तेन इत्युक्ते एतत् दीपिका प्रकाशयति चेत् किं भवति इति तस्य विवरणम् अस्ति अत्र पुनः ज्ञानेन विषयता निरूपयति इति तत्र वयं दृष्टवन्तः यस्मिन् पदार्थे सा विषयता इत्युक्ते तत्र घटे इति चिन्तयामि घटे तद् दीपिका सः ज्ञानस्य विषयः इति एव वयं दृष्टवन्तः तत्र इत्युक्ते तत्र यदा तत्र करदीपं स्वीकृत्य तत्र अङ्गुली स्थापयित्वा कुर्मः चेत् तत्र त्रिभागः भवति इति दृष्टवन्तः खलु तर्हि तद्वत् ज्ञाने अपि विषयत् इदानीमपि तस्य विषये किञ्चित् चर्चां कृतवन्तः ज्ञानस्य विषयत्रयम् इति प्रकारः विशेष्यः संसर्गः इति तर्हि ज्ञाने विषयः अस्ति विषयः इत्युक्ते विषयत्रयं खलु विशेष्यः प्रकारः संसर्गः इति तस्मिन् प्रकारता विशेष्यता संसर्गता इति अपि अस्ति इति वयं दृष्टवन्तः पूर्वं तदेव अत्र पुनः दत्तमस्ति एतद् प्रकारता संसर्गता विशेष्यता कदा भवति इत्युक्ते ज्ञाने सति एव ज्ञानम् अस्ति चेदेव एतत्त्रयं भवति ज्ञानस्य विषयः इति कृत्वा ज्ञान अनुत्पत्तौ तु न पदार्थे प्रकारता न संसर्गता नापि विशेष्यता यथा इदं रजतम् इति प्रकृत उदाहरणे एतदध्यर्थ ज्ञाननिरूपित प्रकारता रजतत्वे संसर्गता समवाये इदं पदार्थे विशेष्यता च भवति यदा तु ज्ञानं नास्ति तदा न रजतत्वे प्रकारता न समवाये संसर्गता न अपि इदमी विशेष्यता अस्तु यदा वयं दृष्टवन्तः इदानीमेव यदा तद् ज्ञानं नास्ति चेत् न उत्पन्नं चेत् तु पदार्थे प्रकारता वा संसर्गता वा विशेष्यता वा न भवति एव अस्माकं प्रकृत उदाहरणमस्ति इदं रजतम् इति तत्र यथार्थज्ञानं निरूपिता तस्य निरूपणं कथं भवति इत्युक्ते रजतत्वे प्रकारता अस्ति, रजतत्वरजतयोः मध्ये समवायसम्बन्धः तत्र संसर्गता अस्ति. इदं पदार्थम् इत्युक्ते रजतम् इति पदार्थे विशेष्यता अस्ति. यदा एतद् ज्ञानं नास्ति चेत् तत्र प्रकारता वा संसर्गता वा विशेष्यता वा न भवति एव. सम्यक्. सुनील् महोदय, भवान् अग्रे पठति वा? परन्तु एतादृशज्ञानाभाव दशायां किम् इदं पदार्थे रजते रजतत्वं न भवति, तयोश्च समवायः सम्बन्धः न भवति भवत्येव, न हि रजतत्वरजतयोः समवायसम्बन्धेन आधाराधेयभावः रजते रजतत्वज्ञानमपेक्षते. तावत्पर्यन्तं महोदय. अत्र पूर्वस्मिन् परिच्छेदे किं दृष्टं, तत्र एतादृशज्ञान अभाव दशायां अत्र रजते रजतत्वं कदा भवति इति प्रश्नः. अनन्तरं समवायसम्बन्धः अत्र रजतरजतत्वयोः मध्ये कदा न भवति इति अन्य प्रश्नः. न तथा न खलु, तत्र प्रश्नः इत्युक्ते तथा न भवति वा इति पृच्छति. इत्युक्ते यदा ज्ञानस्य यदा पूर्वं रामप्रिया भगिन्या किम् उक्तं, तत्र यदा ज्ञानमस्ति तदा एव तत्र संसर्गता प्रकारता विशेष्यता इति इत्यादीनि भवन्ति, नो चेत् न भवति इति खलु. परन्तु इदानीं प्रश्नः अस्ति, तादृशज्ञान अभावः अस्ति चेत्, इत्युक्ते तादृशज्ञानं नास्ति चेत् इदं पदार्थे रजते, इत्युक्ते रजतम् इति पदार्थे, तस्मिन् पदार्थे रजतत्वं नास्ति वा, अपि च तयोः मध्ये, इत्युक्ते रजतत्वयोः मध्ये समवायसम्बन्धः अपि नास्ति वा इति प्रश्नः खलु. परन्तु उत्तरत्वेन वदति अपि भवति एव इति वदति अपि. इत्युक्ते अत्र रजतत्वं सर्वदा भवति, समवायसम्बन्धः अपि सर्वदा भवति एव. सत्यम्. इत्युक्ते रजतरजतत्वयोः मध्ये यः आधेयभावः अस्ति, सः भावः तु ज्ञानं न अपेक्षते खलु. इत्युक्ते ज्ञानं विना अपि सः भावः तिष्ठति एव. तदेव अस्माकं तत्र तत्र शीर्षकमपि, आधार आदेयभावः ज्ञानं विनापि भवति. इत्युक्ते रजतरजतत्वयोः मध्ये यः आधार आदेयभावः अस्ति तत्तु ज्ञानं न अपेक्षते. न हि रजतत्वरजतयोः समवायसम्बन्धेन आधाराधेयभावः रजते रजतत्वज्ञान अपेक्षते. इदानीं तदेव भवती उक्तवती. अत्र सर्वदा रजतत्वं रजते भवति, तयोर्मध्ये समवायसम्बन्धः अपि भवति इति. इत्युक्ते अस्माकं ज्ञानं नास्ति चेदपि, अस्माकं ज्ञानं तत्र रजते रजतत्वम् अस्ति इति अस्माकम् आत्मनि ज्ञानं नास्ति चेदपि रजते तु रजतत्वम् अस्ति एव. रात्रौ अस्मासु सर्वेषु सुप्तेषु भूतले घटज्ञान अभावदशायामपि भूतले घटो भवत्येव. अत्र रात्रौ यदा वयं निद्रां कुर्मः तत्र भूतले घटज्ञान अभावदशायामपि भूतले घटः भवति एव. अत्र यदा निद्रासमये अस्माकं मनसि तादृशज्ञानं नास्ति चेदपि यदा भूतले घटः अस्ति चेत् अत्र भूतलं घटवत् इति वक्तुं तत्र भवति एव. इत्युक्ते तत्र अस्माकं ज्ञानं नास्ति चेदपि भूतले तु घटः अस्ति एव, तत्र तु भूतले घटं घटः नास्ति इति न. तथैव रजते रजतत्वज्ञान अभावे अपि अत्र रजतत्वं भवति एव. अतः अस्माकं मनसि ज्ञानं नास्ति चेदपि रजते सर्वदा रजतत्वम् अस्ति एव. अतः आधाराधेयभावः अस्मदीयं ज्ञानं न अपेक्ष्यते. आधार आधेयभावार्थम् अस्माकं ज्ञानम् अत्र आवश्यकं नास्ति. स तु वस्तुनोः स्वभावः. तत्र वस्तुः तत्र स्वभावः अस्ति, तदेव अस्ति, अस्माकं ज्ञानस्य आवश्यकता नास्ति. पृथिव्या स्वभावः इत्युक्ते तत्र तस्य स्वरूपः किम् इति, तदेव तत्र आधारादेयभावेन सूचितमस्ति. इत्युक्ते तत्र तस्य सहजतया तत्र किम् अस्ति इति, इत्युक्ते जले शीतस्पर्शः अस्ति इति चेत् तत्तु सहजं खलु, जले शीतस्पर्शः अस्ति इति. तर्हि तादृशं यः स्वभावः अस्ति तत्तु अस्माकं ज्ञानं न अपेक्षते, तत्तु सर्वदा अस्ति एव इति. पृथिव्यादिद्रव्येषु रूपादयो गुणाः उत्क्षेपणादिकर्माणि द्रव्यगुणकर्मसु सत्तादयः जातयः परमाण्वादिनि द्रव्येषु विशेषाः तत्र तत्र समवायः अनेकविधाश्च अभावाः ज्ञाने सति असति वा स्वाधिकरणे तिष्ठत्येनैव इति न तत्र क्वापि ज्ञानापेक्षा. यदा अस्माकं समवायसम्बन्ध द्रव्याणि सन्ति अत्र गुणद्रव्योः मध्ये, पृथिव्यादिद्रव्येषु रूपादयोः गुणाः अत्र कर्माणि सन्ति, अनन्तरं द्रव्यगुणकर्मसु इति जातयः सर्वेषां कृते अत्र अस्माकं ज्ञानम् आवश्यकं नास्ति. अस्ति वा नास्ति वा इति अत्र प्रश्नः नास्ति. अतः अत्र आधार आधेयभावः अस्ति इति एव. अग्रे अपि महोदय. परन्तु पदार्थस्वभावभूत भूतमाधार अधेयभावात् भावम् अनुसृत्य यदा अनुभवः उद्यते तदा सा प्रमा भवति. अथवा पदार्थस्वभावं स्वभावभूत आधार अधेयभावम् अनुसृत्य यदा अनुभवः उत्पद्यते तदा सा प्रमा भवति. अत्र प्रमायाः विषयः अत्र आधाराधेयभावः अस्ति, परन्तु अत्र अत्र परन्तु इति न आवश्यकं खलु महोदय, तत्र परन्तु इति नास्ति वस्तुतः. यदा अत्र अनुभवः उत्पद्यते तत्र ज्ञानमपि भवति इति. न, अनुभवः एव प्रमा खलु, इत्युक्ते यद् अनुभवः कीदृशः अनुभवः उत्पद्यते यत् प्रमा यः प्रमा भवति इत्येव इदानीं प्रश्नः. इत्युक्ते इदानीं यथा भवान् उक्तवान् तत्र आधार आदेयभावः तु पदार्थस्वभाव अनुगुणम् अस्ति, इत्युक्ते इदानीं रजतं रजते रजतत्वम् अस्ति इति चेत् तत्र रजतत्वम् इति आदेयः रजतम् इति आधारः तयोः मध्ये समवायसम्बन्धः इति इदानीमेव भवान् उक्तवान् खलु. तत्तु स्वभावेन अस्ति, यदा अस्माकं ज्ञानम् अस्ति वा न वा तत्तु अस्ति एव. परन्तु इदानीम् अस्माकं ज्ञाने अपि तादृशं तदनुगुणं ज्ञानं भवति चेत् तादृशज्ञानं तादृश अनुभवः सा एव प्रमा इति उच्यते. तदेव तत्र चित्रे अपि अस्ति, अग्रे पठतु, अनन्तरं चित्रमपि दृष्ट्वा वयं निरूपयामः. यत्र हि स्वभावसिद्ध अधिकरणता तत्र ज्ञाननिरूपिता विशेष्यता भवेत्, यत्र च स्वभावसिद्ध आधेयता तत्र ज्ञाननिरूपिता प्रकारता भवेत्, यश्च आधाराधेयोः सम्बन्धः तत्र ज्ञानीया संस्कृत संसर्गता भवेत् सप्रमा। विषयमेनं चित्रात् सम्यक् अवगच्छामः। अत्र स्वभावतः आधेयता सम्बन्धता आधारता इति त्रयं भवति। तत्र आधेयता इति रजतत्वनिष्ठ, सम्बन्धता इति समवायनिष्ठ, आधारता इति रजतनिष्ठ। अत्र रजतत्वे पुनः अत्र प्रकारता अस्ति, संसर्गता अपि अस्ति, विशेष्यता अपि अस्ति। वस्तुतः परन्तु तत्र प्रकारता संसर्गता विशेषता कदा अस्ति रजतत्वे रजते? हा, यदा ज्ञानम् उत्पन्नं भवति चेत् खलु, अनुभवः इति अस्ति चेत् एव ज्ञानात् एव प्रकारता संस्कृत संसर्गता विशेषता भवन्ति। प्रमा अस्ति चेत् न, एकक्षणं भगिनी, तावत्पर्यन्तं न आगतवन्तः, एकक्षणं। सत्यं, तर्हि ज्ञानस्य विषयः इति यदा इदं रजतम् इति भवति तदा प्रकारता विशेष्यता अपि च संसर्गता इति अपि भवति विषये। तर्हि इदानीं कथं प्रमा इति कथं भवति इत्युक्ते तादृश अनुभवः अस्ति चेत् अत्र रजतत्वे प्रकारता भवति। न न न, विपरीततया वदति खलु महोदय। तत्र यदा अस्माकं ज्ञानं भवति रजतत्वे यः आदेयत, इदानीं तत्र पश्यतु, यत्र हि स्वभावसिद्ध अधिकरणता तत्र ज्ञाननिरूपितविशेष्यता भवेत् इत्युक्ते रजते इदानीं स्वभावसिद्ध अधिकरणता अस्ति खलु, आधारता इत्युक्ते अधिकरणता। तस्मिन् एव यदा अस्माकं ज्ञानम् उत्पन्नं भवति तदा तस्मिन् विशेष्यता अस्ति चेत् तदा प्रमा, तद्वत् त्रयोः स्थलयोः अपि खलु, समवाये यदा संसर्गता अपि अस्ति, क्षम्यतां, सम्बन्धे यदा समवायसम्बन्धः अपि च संसर्गः, तद्वत् रजतत्वे आदेयता अपि च प्रकारता इति तादृशज्ञानमस्ति चेत् सा एव प्रमा इति उच्यते। अवगच्छति वा? यदा इदानीम् इदं रजतम् इति ज्ञानम् अस्ति चेत् अस्माकं पुरतः रजतम् अस्ति, रजते रजतत्वम् अस्ति, तर्हि आदेयता सम्बन्धता आधारता तत्सर्वम् अस्ति। यदा इदं रजतम् इति ज्ञानम् अस्माकं मनसि उत्पन्नं तर्हि तत्र प्रकारता संसर्गता विशेष्यता अपि अस्ति, तयोः मध्ये तत्र तोलनम् अस्ति, तोलनं कुर्मः चेत् तत्र तुल्य भावः अस्ति चेत् आदेयता प्रकारता संसर्गता सम्बन्धता आधारता विशेष्यता इति, तदा एव प्रमा इति भवति। इत्युक्ते अत्र प्रमा इत्युक्ते अत्र स्वभावतः पदार्थे आधेयता सम्बन्धता आधारता भवन्ति, अनन्तरं ज्ञानतः अस्माकं मनसि प्रकारता संस्कृत संसर्गता विशेष्यता अपि भवन्ति, द्वयमपि स्वभावतः ज्ञानतः द्वयमपि मिलित्वा एव प्रमा भवति इति एव न, इत्युक्ते मिलित्वा इत्युक्ते तयोः मध्ये साम्यम् अस्ति चेत् प्रमा इत्युक्ते यद् ज्ञानम् अस्ति सः तद् ज्ञानं स्वभावेन सह तस्य तोलनं भवति चेत् इत्युक्ते तयोः साम्यम् अस्ति चेत् तर्हि तादृशज्ञानं प्रमा इति उच्यते। हा, अतः तत्र मनसि अन्य समानज्ञानं नास्ति चेत् अत्र प्रमा इति न वक्तुं शक्नुमः इति सत्यं सत्यं सत्यम् अग्रे आगच्छति तत् सर्वं सत्यं तद् भ्रमः भवति अस्तु हा शुकान महोदय भवान् पठति वा अग्रे हा पठामि भगिनि आधेयत्व महोदय क्षम्यतां बहु ध्वनिः अस्ति अत्र इदानीं कुत्र भिन्नस्थले अस्ति वा किञ्चित् ध्वनिः अधिकमस्ति किन्तु किन्तु भिन्नरीत्या योजितम् अस्ति प्रायः मम इण्टर्नेट् भग्नम् अभवत् अतः फोन् योजितम् अस्तु प्रायः तदर्थमेव न न वदतु महोदय चिन्ता नास्ति न न बहु ध्वनिः अस्ति चेत् किमर्थं न इत्युक्ते बहु ध्वनिः इत्युक्ते किञ्चित् पृष्ठध्वनिः इति किञ्चित् अस्ति परन्तु चिन्ता नास्ति पठतु आधामानादिकरण्यात् प्रमा इह आधारेण स्वभावसिद्धा रजते अधिकरणता तत्रैव ज्ञाननिरूपितविशेष्यता अस्ति यश्च तयोः सम्बन्धः समवायः तत्रैव ज्ञाननिरूपितसंसर्गता अस्ति यत्र च रजतत्वे स्वभावसिद्धा आधेयता तत्रैव ज्ञानीया प्रकारता इति रजते रजतत्व अवगाही रजतत्वप्रकारकं ज्ञानं प्रमा भवति इति इदानीं प्रमायाः लक्षणम् अत्र दत्तमस्ति आदेयत्वप्रकारत्वयोः सामानाधिकरण्यं सामानाधिकरण्यात् प्रमा इदानीम् आदेयता यत्र वर्तते तत्रैव प्रकारता अपि वर्तते चेत् तादृश सामानाधिकरण्यम् अस्ति चेत् अनयोः मध्ये सामानाधिकरण्यम् अस्ति चेत् तत्र प्रमा भवति इति इति अत्र शीर्षकमस्ति उदाहरणे इदानीं स्वभावसिद्धरजते अधिकरणता अस्ति इति वयं जानीमः रजते रजतत्वम् अस्ति रजतत्वस्य अधिकरणं भवति रजतम् इति कृत्वा रजते अधिकरणता अस्ति तत्रैव ज्ञाननिरूपितविशेष्यता अपि अस्ति इदानीं यदा इदं रजतम् इति ज्ञानं जायते तस्मिन् ज्ञाने विशेष्यतासम्बन्धेन तत्र रजतं ज्ञाने वर्तते चेत् तत्र स्वभावसिद्ध अधिकरणता अपि अस्ति इति कृत्वा इदानीं विशेष्यता अपि च अधिकरणता अनयोः मध्ये सामानाधिकरण्यं वर्तते यश्च तयोः सम्बन्धः समवायः तत्रैव ज्ञाननिरूपितसंसर्गता अस्ति इदानीं रजतत्वरजतयोः मध्ये समवायसम्बन्धः अस्ति इति वयं जानीमः तस्मिन् सम्बन्धे समवायसम्बन्धे एव ज्ञाननिरूपितसंसर्गता अपि अस्ति इति चेत् यत्र च रजतत्वे स्वभावसिद्धा आदेयता तत्रैव ज्ञानीया प्रकारता इति रजते रजतत्व अवगाही रजतत्वप्रकारकं ज्ञानम् इति तत्र अत्र अस्मिन् वाक्ये किमुक्तम् किमुक्तमस्ति इति चेत् यस्मिन् रजतत्वे आदेयता अस्ति तस्मिन्नेव रजतत्वे ज्ञाननिरूप निरूपितप्रकारता अपि अस्ति चेत् तत्र सर्वं समा सर्वयोः विशेष्यता अनयोः मध्ये सामानाधिकरण्यं वर्तते रजते सम्बन्धस्य तत्र समवा समवायसम्बन्धः अस्ति रजतयोः मध्ये, तत्रैव संसर्गता अपि ज्ञाननिरूपितसंसर्गः संसर्गता अपि अस्ति. पुनः रजतत्वे आधेयता अस्ति, तत्रैव तस्मिन्नेव रजतत्वे प्रकारता अपि अस्ति चेत् इदानीं तादृशज्ञानं प्रमा भवति इति अत्र उक्तमस्ति. चित्रेपि एतदेव दत्तम् अस्ति. यस्मिन् स्वभावसिद्ध आधेयता अस्ति तत्रैव सत्यं, तदेव तत्र पुनः तत्र भूतलं घटवत् इति द्वितीयम् उदाहरणम् अपि स्वीकृत्य तदेव अस्ति. तत्र यत्र स्वभावसिद्ध आधेयता तत्रैव ज्ञाननिरूपितप्रकारता तद्वत् स्वभावसिद्धसम्बन्धता तस्मिन्नेव ज्ञाननिरूपितसंसर्गता इति अस्ति चेत् तत्रापि पुनः अत्र भूतलं घटवत् इति यः ज्ञानं तत् प्रमा इति. तदनन्तरं यथा श्रुत तस्मात् किञ्चित् पठतु महोदय. यथा श्रुततर्कसङ्ग्रहपङ्क्त्यापि अयमेव अर्थः लभ्यते, तद्वति तत्प्रकारको अनुभवः यथार्थः इति हि मूलं. तद्वत् इति एकः अंशः, ततः परं विद्यमाना सप्तमी तत्प्रकारकः इति पदद्वयं च अपरः अंशः. अनुभवः यथार्थः इति लक्ष्यनिर्देशः. तद्वत् इत्यत्र अस्ति मतुप्रत्ययः, स च तदस्यास्ति तस्य अस्ति अस्मिन् इति मतु इति सूत्रेण विहितः. तत्र सूत्रे तत्पदेन रूपवत् इत्याद्युदाहरणे रूपं ग्राह्यं, तत् रूपम् अस्य अस्ति इति एकः वाक्यार्थः, तद्रूपम् अस्मिन् अस्ति इति अपरः. षष्टीसम्बन्धबोधनाय, सप्तमी च अधिकरणत्वबोधनाय, गृहीता इति रूपसम्बन्धबोधनाय, रूपाधिकरणत्वबोधनाय वा मतु भवति इति पर्यवसितसूत्रार्थः. इदानीं तद्वति तत्प्रकारको अनुभवः यथार्थः इति मूलतर्कसङ्ग्रहग्रन्थे उक्तं, तस्मिन् विषये अत्र चर्चा अस्ति. तत् कथम् अवगन्तव्यम् इति चेत् इदानीं तत्र अंशत्रयं वर्तते. प्रथमं तु तद्वत् इति यावत्, यद्यपि तत्र तद्वती इति अस्ति किन्तु तत्र सप्तमी विभक्तिं त्यक्त्वा तद्वत् इति प्रथम अंशेन स्वीकर्तव्यम्. द्वितीयं च ततः परं विद्यमाना सप्तमी तत्प्रकारकः इति पदद्वयं च अपरः अंशः. तत्र तद्वत् इति तद्वती इति पदे यत् सप्तमी अस्ति तद् सप्तमी अपि च परे विद्यमान तत्प्रकारकः इति पदद्वयम् इति द्वितीय अंशेन स्वीकर्तव्यम्. अनुभवः इति तत्र तृतीय अंशः वर्तते, तदेव लक्ष्य अस्माकं लक्ष्यम् अनुभवः इति. इदानीं तद्वत् इत्यत्र मतुप्रत्ययः मतुप्रत्ययेन निर्दिष्टम् अस्ति. तद्वत् इति पदं मतुप्रत्ययः किं बोधयति इति चेत् अस्य अस्ति अस्मिन् इति मतु इति सूत्रेण विहितः, तद् अस्य अस्ति अस्मिन् इति मतुप्रत्यये इति सूत्रेण विहितः. इदानीं तस्य अर्थं किम् इत्युक्ते, तत्पदेन रूपवत् इत्यादि उदाहरणे रूपं ग्राह्यम्. इदानीं घटः रूपवत् इति वदामश्चेत् तत्र तत्पदेन रूपवत् इति उदाहरणे रूपं ग्राह्यम् इत्युक्ते तत्र घटः रूपवत् इत्युक्ते रूपेण घटस्य विवरणं खलु, इत्युक्ते घटः रूपं घटे अस्ति अथवा रूपं घटस्य अस्ति इति, तत्र तद्रूपम् अस्य अस्ति अथवा तद्रूपम् अस्मिन् अस्ति इति वाक्य इति अर्थद्वयम् आयाति तत्र. यदि तत्र विशेषणविशेषभावः स्वीकुर्मश्चेत् क्षम्यता महोदय, न श्रूयते. अस्तु, महोदय, मया म्यूट् कृतं, यतोहि तत्र किञ्चित् ध्वनिः सम्यक्तया न आगच्छति इति कृत्वा. पुनः आगच्छति चेत् अत्र कृपया अन्म्यूट् करोतु. अस्तु, अत्र अस्ति रूपं, तत्र अर्थ, अत्र मतुपिति प्रत्ययेन अस्य अस्मिन् इति अर्थद्वयं भवति. अस्य इति षष्टिविभक्ति उपयुज्य, अस्मिन् इति सप्तमीविभक्ति उपयुज्य. यदा षष्टिविभक्ति उपयुज्य वयं वदामः अस्य इति, तथा तु तत्र सम्बन्धं बोधयति षष्टिविभक्ति इत्यनेन. सप्तमी तु यथा वयं जानीमः अधिकरणम् इत्युक्ते सप्तमी अधिकरणे इति अनेन तत्र सप्तमी विभक्ति अस्मिन् इति वदामः चेत् तत्र अधिकरणं बोधयति इति एव तत्र अत्र अस्ति. अस्तु, तर्हि इदानीं अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि. तथा च प्रकृते तत्पदेन रजतत्वग्रहणे तद्वत् इत्यनेन रजतत्व अधिकरणत्ववत् बोध्यते. अधिकरणत्वे लब्धे च आधेयतापि अर्थात् एव रजतत्वनिष्ठा लभ्यते. तेन रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणतावत् इति तद्वत् इति अंशेन अर्थः लब्धः. अतः स्वभावसिद्धः आं भगिनि, तावत्पर्यन्तम् इति. अतः स्वभावसिद्धः, अतः स्वभावसिद्धः आधार आधेयभावः पूर्वोक्तः तद्वत् इति आदिमांशेन लभ्यते. इदानीं वयं यदा रजतत्व विषये पश्यामः चेत् तत्र तद्वत् इति स्वीकुर्मः चेत् तत्र तद्वत् इति पदेन रजतत्व अधिकरणत्ववत् इति तत्पदं बोधयति. अधिकरणत्वं बोधयति तत्पदम्. अधिकरणत्ववत् इति किल, अधिकरणत्ववत् रजतत्वमेव. सत्यं सत्यम्. अधिकरणत्वे लब्धे च आदेयतापि अर्थादेव राजतत्वनिष्ठा लभ्यते. यदा वयम् अधिकरणत्वे, तदेव अहम् उक्तवती, अधिकरणत्वे इति अस्ति चेत् तद् आदेयतापि अब्धे च आदेयतापि अर्थादेव रजतत्वनिष्ठा लभ्य रजतत्वनिष्ठा इति वयं तस्मिन् विषये वक्तुं शक्नुमः इति किल, तद्वत् इति पद वदनेन. इत्युक्ते अधिकरणत्वे लब्धे, इत्युक्ते यदा अधिकरणत्वं प्राप्त ज्ञातवन्तः चेत् तत्र आदेयता अपि रजतत्वनिष्ठा इति आगच्छति खलु. इत्युक्ते अधिकरणत्वं रजतम् इति रजतत्व अधिकरणत्ववत् इति अनेन अधिकरणं ज्ञातं चेत् आदेयः रजतम् इत्यपि आगच्छति. इत्युक्ते आदेयता रजतत्वे अस्ति इति. तदेव दत्तमस्ति पुनः, रजतत्वनिष्ठ आदेयतानिरूपित अधिकरणतावत् इति भवति. इति वयं तद्वत् इति अंशेन वयं ज्ञातुं शक्नुमः. अतः स्वभावसिद्धः आधार आदेयभावः पूर्वोक्तः तद्वत् इति आदि अंशेन आदि अंशः अस्ति तद्वत् इति. तत्र वयम् इदानीं स्वभावसिद्ध आधार आदेयभावः तदंशः वयं लब्धः इदानीं. तत्र निरूपितवन्तः खलु तत्र तद्वत् इत्यनेन रजतत्वरजतयोः मध्ये यः आधारादेयभावः अस्ति तद्वयं ज्ञातवन्तः इत्युक्ते रजतत्वं रजते अस्ति इति तद्वत् इति पदेन आगच्छति ततः अस्ति अपरभागः सप्तमी तत् प्रकारकः इति पदद्वयं प्रागुक्तं तत्र सप्तम्याः विशेष्यता इति अर्थः वैशेयिकी सप्तमीयं मोक्षे इच्छा इत्यादि उदाहरणे व्याकरणशास्त्रे प्रसिद्धा तादृश अधिकरणतावत् यत् तत्र इयम् विशेष्यता भवति तद्वत् च प्रकृते रजतम् इति विशेष्यतायाः रजतनिष्ठत्व लाभः अस्तु इदानीम् अपरभागः अस्ति सप्तमी तत् प्रकारकः इति अस्ति तत्र सप्तमीपदं तद्वति इति अस्ति किल अस्ति तद् विशेष्यता सूचयति इत्युक्ते ज्ञानस्य विषयः विशेष्यं विशेष्यता सूचयति तद्वति इति इदानीं वैशेयिकी सप्तमीयं मोक्षम् इच्छा मोक्षे इच्छा मोक्षे इच्छा सप्तमीयम् इयम् वैशेयिकी इत्युक्ते विशेष्य विषयसप्तमी खलु मोक्षे इच्छा इति मोक्षमिति विषये इच्छा अस्ति इति उदाहरणं व्याकरणे अस्ति तर्हि इत्युक्ते अत्र तद्वती इत्यनेन तादृश अधिकरणतावत् यत् तत्र इयं विशेष्यता भवति इत्युक्ते इदानीं तद्वत् इत्यनेन यत् आधारादेयभावः अधिकरणं वयं ज्ञातवन्तः तस्मिन् किमपि यद् अग्रे अस्ति तद् इयं विशेषता भवति इति इदानीं रजतम् इति अस्माकम् उदाहरणमस्ति इदं रजतम् इति तर्हि अत्र अधिकरणमस्ति रजतं रजतम् इत्यत्र विशेष्यता तु रजते अस्ति इति वयं ज्ञातुं शक्नुमः इत्युक्ते तद्वती इत्यनेन विशेष्यता रजते अस्ति अपि च अग्रे प्रकारता तद्वती तत्प्रकारकः इति अस्ति खलु तर्हि तत्प्रकारकः इति किम् इति अग्रे आगच्छति तर्हि तत्र तद्वत् इत्यनेन प्रथमम् आधारादेयभावः तद्वती इति कथनेन तस्मिन् विशेष्यता अस्ति इति वयं ज्ञातुं शक्नुमः अग्रे अपि भगिनि समापयतु भगिनि एकः प्रश्नः भगिनि हा वदतु महोदय मतु प्रत्ययः यत्र यत्र उपयुज्यते तत्र सर्वत्र सम्बन्धम् अपि च आधारं द्वयमपि निश्चयेन सूचयति भवति वा नो चेत् तत्र केवलम् आधारः नो चेत् केवलं सम्बन्धः इति तादृशप्रयोगः अपि भवति वा तथा द्वितीयप्रकारकः इति एव अहं चिन्तयामि इत्युक्ते तत्र धनवान् इति वदामः चेत् तत्र धनम् अस्मिन् अस्ति इति नास्ति खलु अस्य अस्ति एव इति एव अर्थः परन्तु भूतलं घटवत् इति यदा वदामः चेत् तत्र भूतले घटः अस्ति इति अर्थः न तु भूतलस्य घटः इति इति कृत्वा सर्वदा अर्थद्वयमपि इति नास्ति इत्युक्ते षष्टी अर्थः आगच्छति चेत् सम्बन्धः सप्तमी अस्ति चेत् अधिकरणम् अत्र तु अधिकरणम् इति एव स्वीकृतं खलु रजतत्व तद्वत् इत्यत्र रजतत्वं रजते अस्ति इति तत्र अधिकरणत्वेन एव इत्युक्ते सप्तमी अर्थे एव स्वीकृतम् अस्ति अत्र अस्तु भगिनि धन्यवादः तत् प्रकारकम् इत्यत्र तत् रजतत्वं प्रकारः यस्य इति विग्रहः तेन च रजतत्वे प्रकारता लाभः तत्रैव च स्वभावतः आदेयता अपि अस्ति इति आदेयता प्रकारतायोः समानाधिकरण्यलाभः आधार आदेयभावः प्रकारविशेष्य भावश्च सम्बन्धादीनः इति समवाये सम्बन्धत्वसंसर्गत्वयोः लाभः तदेवं इदानीं यदा वयं दृष्टवन्तः तत् प्रकारकः इति यदा तत् पदं तत् प्रकारकः इति पदं स्वीकुर्मः चेत् तत्र रजतत्वम् इति आदेयता अस्ति तत्र प्रकारः रजत तत् रजतत्वं प्रकारः यस्य इति तस्य विग्रहः भवति रजतत्वे किम् अस्ति इत्युक्ते प्रकारता अस्ति प्रकारता लाभः इति उक्तम् आम् तत्र प्रकारता अस्ति यदा ज्ञानविषयः तदपि तत् तदस्ति इत्युक्ते तत्र इदम् इदं रजतम् इति यदा वयम् आकारः स्वीकृत्य उक्तवन्तः इदं रजतम् इति वदामः चेत् किमस्ति तत्र रजते रजतत्वम् अस्ति इति खलु तर्हि तत्र तत्प्रकार इदानीं तत्प्रकारः कः इति अस्ति चेत् तत्र तत्प्रकारः यस्य इदानीं प्रकारः कीदृशः रजतत्वं यतोहि इदं रजतम् इति आकारः अस्ति इति कृत्वा तत्र प्रकारः रजतत्वं तत् रजतत्वं प्रकारः इति इत्यनेन रजतत्वे प्रकारता इति आगच्छति तत्रैव च स्वभावतः आदेयता अपि अस्ति आदेयता प्रकारतयोः समानाधिकरण्यम् अपि अस्ति यदा सामानाधिकरण्यमपि अस्ति अनन्तरम् आधार आदेयभावः इत्युक्ते रजतं रजतत्वयोः मध्ये प्रकारविशेष्यभावश्च सम्बन्धाधीनः इति समवायसम्बन्धत्वसंसर्गत्वयोः लाभः तत्र यदा रजतत्वयोः मध्ये सम्बन्धः इति स्वीकुर्मः चेत् तत्र समवायसम्बन्धः अस्ति समवायसम्बन्धत्वसंसर्गत्वयोः इत्युक्ते रजतरजतत्वयोः मध्ये संसर्गता अपि अस्ति तदेवम् एतादृश आदेयता प्रकारत्वयोः सम्बन्धत्वसंसर्गतयोः आधारत्वविशेष्यत्वयोः सामानाधिकरण्यं यज्ञाने भवति स एव प्रमा इति उच्यते एताविध यदा आदेयता प्रकारत्वयोः सम्बन्धत्वसंसर्गतयोः आधारत्वविशेष्यत्वयोः सामानाधिकरण्यं यदस्ति तदेव प्रमा मा इत्यस्य ज्ञानम् अर्थः प्रमा इति पदस्य मा इति यद्भागमस्ति तद् ज्ञानम् इति अर्थं सूचयति प्रकृष्टमा प्रमा इति एव तस्य विग्रहं क्षम्यतां विभजनं भवति प्रकर्षश्च आं भगिनि विग्रहम् इत्यपि सम्यक् एव भगिनि प्रकृष्टमेव वा ओ प्रकर्षश्च ज्ञाननिष्ठः प्रकर्षः इति तु ज्ञाननिष्ठः तद्वति तत् प्रकारकत्वरूपः इति प्रमा इत्युक्ते तद्वति तत् प्रकारकत्वरूपः इति विषयः ज्ञानम् प्रकर्षः ज्ञानं यत् तद्वती तत् प्रकारकत्वरूपमस्ति तत् प्रमा इति अस्तु प्रश्नः अस्ति वा एतावत्पर्यन्तम् अस्तु तर्हि अद्य अत्र स्थगयामः आगामीकक्षायाम् अग्रे अयथार्थज्ञानविषये पश्येम. धन्यवादः शुभरात्रिः. धन्यवादः.